गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुःसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः विधाय हृदिविश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् आकाशस्य लक्षणं तत्र स्मः शब्दगुणकम् आकाशम् इति तत्र गुणपदं किमर्थं योजितम् इति अवगम्य तदनन्तरं तस्य सङ्ख्या एकम् अपि च आकाशः नित्यम् अपि च विभुः इति तावत्पर्यन्तम् अस्माभिः अधीतम्। तत्र आकाशः इति द्रव्यम् अस्ति, तस्य अस्तित्वस्य विषये किं प्रमाणम् इति चिन्तयित्वा शब्दः इति गुणः स्वेन यत्र कुत्रापि न तिष्ठति, अतः तस्य आधारत्वेन किमपि द्रव्यम् अपेक्षिकम् अस्ति, निश्चयेन अपेक्षितमस्ति इति कृत्वा तादृशद्रव्यमस्ति आकाशः इति स्वीकृतम्। अतः अनुमानेन एव आकाशस्य अस्तित्वं साधितम् इत्यतः यत्र यत्र अनुमानेन एव एकस्य पदार्थस्य ज्ञानं भवति तत्र सर्वत्र लाघवगौरवचिन्तनम् अस्माभिः करणीयम्। बुद्धेः क्लेशः यत्र भवति तत्र गौरवम्, अपि च बुद्धेः सौकर्यं यत्र भवति तत्र लाघवम् इति बुद्धम् अस्माभिः। बहूनि विषयानि चिन्तयित्वा तदनन्तरमेव यत्किमपि निश्चेतव्यम् इति तादृशस्थितिः अस्ति चेत् तत्र गौरवमस्ति इति कृत्वा आकाशस्य एकत्वं नित्यत्वम् अपि च विभुत्वम् अपि स्वीकृतं। तत्र आकाशस्य परिमाणविषये यदा चर्चा जाता तत्रैव अन्येषां द्रव्याणाम् इत्युक्ते तत्र परमाणुद्युणुकयोः विषये का गतिः, के के मध्यमपरिमाणवन्तः, अपि च इन्द्रियाणां विषये का गतिः इति एतत् सर्वम् अस्माभिः अधीतम्। अत्र मुख्यविषयाः के इति चेत् सर्वे परमाणवः द्युणुकाः प्रत्यक्ष अयोग्याः, अपि च तेषाम् अस्तित्वम् अनुमानेन एव साधितम् इति एकम्। अपि च सर्वाणि इन्द्रियाणि अपि प्रत्यक्ष अयोग्याः इति कृत्वा तेषाम् अस्तित्वम् अपि अनुमानेन एव साधितम् इति अस्माभिः दृष्टम्। ये मध्यमपरिमाणवन्तः सन्ति तेषाम् उत्पत्तिक्रम कथं भवति इत्यपि अस्माभिः अधीतम्। तत्र परमाणोः संयोगेन जणुकमुत्पद्यते, जणुकानां संयोगेन त्रिणुकमुत्पद्यते इति चरम अवयविपर्यन्तं तत्र संयोगं भूत्वा एव कार्यस्य उत्पत्तिः भवति इति तावत्पर्यन्तम् अस्माभिः अधीतम्। इदानीं तत्र पुटसङ्ख्या अस्ति चतुर्पञ्चाशत्, चतुर्पञ्चाशततमपुटे, चतुर्पञ्चाशततमपुटे तत्र द्वितीयपरिच्छेदः अस्ति एतादृश उत्पत्तिपरम्परा, ततः आरभ्य पठनीयम्। इत्युक्ते घ्राणेन्द्रियस्य उत्पत्तिः भवति, घ्राणेन्द्रियं कार्यं तस्य मध्यमपरिमाणमस्ति इति कृत्वा घ्राणेन्द्रियं कार्यं तस्य उत्पत्तिः अपि यथा घटस्य उत्पत्तिः भवति अवयवसंयोगेन, तथा एव घ्राणेन्द्रियस्यापि उत्पत्तिः भवति, एवमेव रसनेन्द्रियस्य, चक्षुरिन्द्रियस्य, त्वगिन्द्रियस्य इति तावत्पर्यन्तम् अस्माभिः अधीतम्। यद्यपि घ्राणेन्द्रिये, रसनेन्द्रिये, चक्षुरिन्द्रिये रूपमस्ति अपि च मध्यमपरिमाणमस्ति, इत्युक्ते परमाणुपरिमाणभिन्नपरिमाणमस्ति, तथापि तेषां प्रत्यक्षं न भवति। किमर्थम् इत्युक्ते तस्मिन् यः रूपः, यद् यद् रूपम् अस्ति तद् उद्भूतं नास्ति इति कृत्वा तेषां प्रत्यक्षं न भवति इति अवगतं। तावत्पर्यन्तम् अस्माभिः अवगतम्। अत्र कस्यापि प्रश्नः, एतावत्पर्यन्तं कस्यापि प्रश्नः अस्ति चेत् इदानीं प्रष्टुं शक्यते, नो चेत् अग्रे पठेम। इदानीं तन्मध्ये केन आगतं, तत्र विजयभगिनी अपि अस्ति, महोदय अस्ति। हा नमस्ते महोदय, श्रीराम। हा श्रीराम महोदय अपि अस्ति, समीचीनम्। अस्तु तर्हि अग्रे। नमस्ते महोदय। हा मुरली महोदय, स्वागतम्। अस्तु विजी भगिनी, भवती पठितुम् इच्छति वा एतादृश उत्पत्तिपरम्परा इति? आम् महोदय। एतादृश उत्पत्तिपरम्परा न श्रोत्रेन्द्रिये घटते, तस्य आकाशरूपस्वीकारात् आकाशस्य एकत्वेन परमाणुद्वयणुकादिपरम्परया श्रोत्रस्य उत्पत्तिः न सम्भवति। अतः श्रोत्रस्य नित्यत्वात् इतरजन्येन्द्रियवत् अस्य पृथक् उल्लेखः न कृतः। आकाशः एतादृश ग्राणेन्द्रिय, रश्मेन्द्रिय, सचुरिन्द्रिय, इन्द्रिय। क्षम्यतां भगिनि, इतोपि किञ्चित् उच्चैः वदति वा, नो चेत् तत्र मैक् समीचीनतया स्थापयति वा? हा इदानीं श्रूयते सम्यक्। अस्तु भगिनि। तस्मात् पृथक् अस्ति आकाशः, किम् इत्युक्ते उत्पत्तिपरम्परा न श्रोत्रेन्द्रिये घटवत्। क्षम्यतां भगिनि, किमपि न श्रूयते। किमपि न श्रूयते महोदय? इदानीं श्रूयते। अधुना अधुनापि समीचीनमेव अस्ति। अस्तु, आकाशः पृथक् अस्ति, घटादि तादृशं नास्ति, उत्पत्तिपरम्परा श्रोत्रेन्द्रिये न भवति, तस्य आकाशरूपस्वीक्रियेण श्रोत्रेन्द्रियं पृथक् भवति। किमिति चेत् आकाशे रूपं नास्ति, अपि च आकाशस्य परमाणुद्वयणुकादि परम्परया श्रोत्रस्य उत्पत्तिः न सम्भवति। भगिनि, अत्र कस्मिन् विषये चिन्तनमस्ति? कस्य विषयस्य उत्पत्तेः विषये चिन्तनं न इदानीं द्वणुकस्य विषये नास्ति. इदानीं तत्र ग्राणेन्द्रियं रसनेन्द्रियं चक्षुरिन्द्रियं त्वगिन्द्रियम् इति तावत्पर्यन्तम् अस्माभिः दृष्टम्. इदानीं कस्य इन्द्रियस्य उत्पत्तेः विषये चिन्तनं. हा हा श्रोत्रेन्द्रियम् इत्युक्ते किम्? श्रोत्रेन्द्रियम् इत्युक्ते आकाशमेव किल? श्रोत्रेन्द्रियम् इति भिन्नम्, आकाशः इति भिन्नम् इति नास्ति. श्रोत्रेन्द्रियम् इत्युक्ते आकाशः एव. किन्तु तत्र बहूनि श्रोत्रेन्द्रियाणि सन्ति, आकाशस्तु एकः एव इति कृत्वा कथं वा श्रोत्रेन्द्रियम् इत्युक्ते आकाशः एव इति सिद्धान्तः सङ्गच्छते? तस्मिन् विषये अपि अस्माभिः अधीतं. तत्र किमुक्तम्? विभुः नित्यम् इति कृत्वा आकाशः एकः, परिमाणं न तत् अत्र आकाशस्य एकत्वं स्वीकृतम्, अतः आकाशस्य परमाणु जणुकम् इत्यादिकं नास्ति. यत्र बहुत्वमस्ति तत्रैव परमाणुः जणुकं त्रणुकम् इत्येतेषां चिन्तनं स्वीकृतं भवति, स्वीकरणीयं भवति. यत्र एकमेव द्रव्यमस्ति तत्र किमर्थं परमाणु जणुकादि विषयचिन्तनं नास्ति एव. अस्तु, अत्र शिवराममहोदय भवान् किञ्चिदिव साहाय्यं करोति वा? आम्. हा, अत्र चर्चा श्रोत्रेन्द्रियस्य विषये अस्ति न अधुना? आम्. एतत् परम्परा तु आकाशरूपत्वस्वीकारात् श्रोत्रेन्द्रियस्य आकाशरूपम् एकवारं वयं स्वीकुर्मः चेत् तस्य आकाशस्य एकत्वेन परमाणु द्वणुकादिपरम्परया श्रोत्रस्य उत्पत्ति न सम्भवति. यथा घ्राणेन्द्रियरसनेन्द्रियचक्षु तथा त्वगेन्द्रियस्य परमाणुजणुकादिपरम्परा यथा उक्तं तत्र, तत्पद्धत्या श्रोत्रेन्द्रियस्य विषये नास्ति, किञ्च तत्र तस्य आकाशरूपत्वस्वीकारः श्रोत्रेन्द्रियस्य. अतः मम प्रश्नः, क्षम्यता महोदय, मम प्रश्नः आसीत् इदानीं श्रोत्रेन्द्रियम् इत्युक्ते किम् इति चेत् आकाशमेव इति अस्माभिः अधीतं. किन्तु आकाशस्तु एकः एव इति अपि अस्माभिः अधीतं. किन्तु श्रोत्रेन्द्रियाणि भिन्नानि सन्ति, प्रत्येकं शरीरे भिन्नभिन्न श्रोत्रेन्द्रियाणि वर्तन्ते इति कृत्वा तत्र इतोपि किञ्चिदिव वक्तव्यं किल? आकाशः तु एकः एव, तथापि श्रोत्रेन्द्रियं बहूनि श्रोत्रेन्द्रियाणि सन्ति, तत् कथं सङ्गच्छते इति मया पृष्टम्. आकाशस्य विभूरूपम् अस्ति न? आम्, विभू इत्युक्ते सर्वत्र भवति इति. मम प्रश्नः अवगतं वा भवता? प्रश्नः अवगतः. हा, आकाशः एकः एव इति एकस्मिन् पार्श्वे अस्ति, अपि च श्रोत्रेन्द्रियम् इत्युक्ते किम्? आकाशः एव इति अस्ति. इत्युक्ते श्रोत्रेन्द्रियम् आकाशः एकः, श्रोत्रेन्द्रियम् आकाशः एव इति चेत् श्रोत्रेन्द्रियमपि एकमेव भवेत् किल? आमाम्. किन्तु यत् श्रोत्रेन्द्रियं भवन्तम् अस्ति, भवते अस्ति, तत्तु मम मयि नास्ति किल इति कृत्वा कथं वा श्रोत्रेन्द्रियस्य बहुत्वं साधितम्? श्रोत्रेन्द्रियस्य बहुत्वं तु अस्ति एव, हा कथं साधितम्? अस्तु सीमा भगिनी, अत्र आकाशस्य विभागः तु न कृतः तत्र, आकाशस्य विभजनं कर्तुं न शक्यते किल, एकमेव न शक्यते. महोदय, मम चिन्तनमस्ति अत्र श्रोत्रेन्द्रियः उपाधिरूपेण एव अस्ति, यथा यथा घटे यः आकाशः अस्ति सः आकाशः मठे यः अस्ति तेन न भिन्नः, एवमेव श्रोत्रेन्द्रियः श्रोत्रेन्द्रियमध्ये यत् आकाशः अस्ति सः एकमेव, किन्तु श्रोत्रेन्द्रियैः एकम् अवच्छेदकरूपेण मर्यादा क्रियते आकाशस्य, तेन मम आकाशः यदस्ति श्रोत्रेन्द्रिये श्रोत्रेन्द्रिये सः आकाशः भवतः श्रोत्रेन्द्रियः आकाशः अस्ति तेन भिन्नः भवति, तद् मम चिन्तनमस्ति. समीचीनं, तदेव अत्र मुख्यवार्ता, तदेव यथा इदानीं घटाकाशः तत्र घटद्वयम् अस्माकं पुरतः वर्तते वर्तन्ते इति चिन्तयतु, तत्र एकस्मिन् घटे यः आकाशः अस्ति सः आकाशः अन्यस्मिन् घटे यः आकाशः अस्ति तस्मात् भिन्नः, यद्यपि आकाशः एकः एव किन्तु तत्र घटम् उपाधिरूपेण स्वीकृत्य आकाशस्य भेदः साधितः अस्ति, तथा कर्णशष्कुली मम कर्णपुटे यः आकाशः अस्ति सः आकाशः एव श्रोत्रेन्द्रियम् इति व्यवह्रियते, अतः मम श्रोत्रेन्द्रियं भिन्नमस्ति, भवतः कर्णपुटे यः आकाशः अस्ति तद्भिन्नमस्ति, तदेव श्रोत्रेन्द्रियम् इति कृत्वा तत्र कर्णपुटं स्वीकृत्य कर्णशष्कुलिं स्वीकृत्य आकाशस्य भेदः साधितः इति कृत्वा यद्यपि आकाशः एकः, यद्यपि श्रोत्रेन्द्रियम् आकाशः एव, तथापि श्रोत्रेन्द्रियस्य बहुत्वम् उपाधित्वेन भिन्नभिन्न उपाधित्वेन साधितम् इति अवगन्तव्यम् अस्ति इति कृत्वा तत्र उपाधिं स्वीकृत्य एव भिन्नभिन्नश्रोत्रेन्द्रियाणि सन्ति इति साधितम् इति कृत्वा इदानीं श्रोत्रेन्द्रियस्य उत्पादनं यथा अन्येषाम् इन्द्रियाणाम् उत्पादनम् अभवत् तादृशं श्रोत्रेन्द्रियस्यापि उत्पादनं तत्र परमाणु द्वयस्य संयोगेन द्युणुकं जायते इति तादृशक्रमः अत्र न स्वीकरणीयः. किमर्थमित्युक्ते आकाशः एकः एव, अपि च श्रोत्रेन्द्रियम् आकाशमेव, अत्र आकाशरूपम् इति दत्तमस्ति किल, तत्र रूपम् इत्युक्ते केवलम् आकारः इति, न तु रूपम् इति गुणः, इत्यतः तस्य श्रोत्रेन्द्रियस्य आकाशरूपत्वस्वीकारात् इति हेतुः. श्रोत्रेन्द्रिये एतादृश उत्पत्तिपरम्परा न घटते, किमर्थमित्युक्ते आकाशः एकः एव, आकाशे परमाणवः सन्ति, परमाणूनां संयोगेन तत्र श्रोत्रेन्द्रियम् उत्पद्यते इति तादृशचिन्तनं न कर्तुं शक्यते श्रोत्रेन्द्रियस्य विषये. आकाशस्य एकत्वेन परमाणुद्युणुकादिपरम्परया श्रोत्रस्य उत्पत्तिः न सम्भवति, अतः श्रोत्रस्य नित्यत्वात् इतर जन्येन्द्रियवत् अस्य पृथक् उल्लेखः न कृतः इत्युक्ते तत्र पूर्वस्मिन् परिच्छेदे प्रत्येकम् इन्द्रियं ग्राणेन्द्रियं वा रसनेन्द्रियं वा कथं वा तस्य उत्पादनम् अभवत् इति लिखितं किन्तु श्रोत्रेन्द्रियस्य नित्यत्वात् किमर्थं श्रोत्रेन्द्रियस्य नित्यत्वं विजी भगिनी वदतु आकाशः नित्यः आकाशः नित्यः श्रोत्रम् इत्युक्ते किम् आकाशः एव इति कृत्वा श्रोत्रेन्द्रियं नित्यम् इति भवति हा इतर जन्य इन्द्रियवत् इत्युक्ते तत् सदृशं श्रोत्रेन्द्रियस्य पृथक् उल्लेखः न कृतः इत्युक्ते श्रोत्रेन्द्रियस्य विषये उत्पत्तिविषये किमपि न उक्तं किमपि न उक्तम् इति चेत् न वक्तुम् अर्हः नित्यः इति कृत्वा तस्य उत्पत्तेः विषये किमपि न वक्तव्यं श्रोत्रेन्द्रियं नित्यः किमर्थम् आकाशत्वात् आकाशरूपत्वात् आकाशस्तु नित्यः अतः श्रोत्रेन्द्रियमपि नित्यम् इति भवति समीचीनम् इदानीं बालसुब्रह्मण्य महोदय भवान् अग्रे पठति वा परन्तु कस्यचित् पुंसः एव शब्दप्रत्यक्षम् अन्यस्य न इति व्यवस्थानिर्वाहाय तत्तत् शरीरभेदेन श्रोत्र इन्द्रियाणि अपि अनन्तानि साधनीयानि अतः कर्णशष्कुली कर्णपुटं सर्वत्र विद्यमानस्य आकाशस्य अवच्छेदकं भेदकं भवति इति कल्पते इति अलम् परन्तु कस्यचित् पुंसः एव शब्दप्रत्यक्षम् अन्यस्य न इति व्यवस्थानिर्वाहाय तत् शरीरभेदेन श्रोत्रेन्द्रियाणि अपि अनन्तानि साधनीयानि सो अत्र श्रोत्रेन्द्रिय अपि बहुविधानि इति साधनीयानि इति उक्तः किमर्थं कस्यचित् पुंसः एव शब्दप्रत्यक्षम् इत्युक्ते किं महोदय कस्यचित् पुंसः एव शब्दप्रत्यक्षम् कस्यचित् पुंसः एव शब्दप्रत्यक्षम् कोऽपि पुंसः एव शब्दप्रत्यक्षम् इत्युक्ते किं प्रत्यक्षम् इति वयं जानीमः शब्दप्रत्यक्षम् न प्रत्यक्षम् इत्युक्ते किं भवतः अवगमनं किं प्रत्यक्षम् इत्युक्ते प्रत्यक्षम् इति पूर्वं पठितवन्तः किल प्रत्यक्षं प्रत्यक्षम् इत्युक्ते ज्ञानं ओके तावदेव तत्र प्रत्यक्षम् इति यत्र यत्र प्रत्यक्षम् इति दृश्यते तत्र सर्वत्र ज्ञानम् इति अवगन्तव्यम् अतः शब्दप्रत्यक्षम् इत्युक्ते शब्दज्ञानम् हा इदानीं वदतु तत्र परन्तु कस्यचित् पुंसः एव शब्दप्रत्यक्षम् इत्युक्ते किम् कोऽपि पुंसः कोऽपि मनुष्यः एव शब्दप्रत्यक्षं शब्दज्ञानं इति चेत् कस्यचित् पुंसः न तत्र सर्वत्र सर्वेषां मनुष्याणां शब्दज्ञानं भवति एव किल किन्तु इदानीं भवान् मम पुरतः अस्ति इति चिन्तयतु, अहं किमपि वदन्नस्मि, तस्य श्रवणं भवता कृतम्, अतः यद् मया उक्तं तस्य ज्ञानं, तस्य शब्दस्य ज्ञानं भवते अभवत्, किन्तु इदानीं आकाशः एकः इति कृत्वा यत् यत् शब्दज्ञानं भवता प्राप्तं तत् तदेव शब्दज्ञानम् अन्यैः न प्राप्तं किल इति कृत्वा एव अत्र उक्तमस्ति कस्यचित् पुंसः एव शब्दप्रत्यक्षम्, आकाशः एकः इति कृत्वा तत्र शब्दगुणकम् आकाशम् इति वदामश्चेत् यदा अहम् एकं शब्दम् उत्पादयामि तदा सर्वैः तत् श्रोतव्यं भवति, किन्तु तादृशं न, यः मम पुरतः अस्ति, नो चेत् ये मम पुरतः सन्ति ते एव तस्य ज्ञानं प्राप्नुवन्ति, अन्यस्य न इति व्यवस्था, इति तादृशव्यवस्था अस्ति, तद् आनुभविकं किल अत्र अत्र पुंसस्य सामीप्यं सूचितवान् किल चेत् श्रुतवान् श्रोतुं शक्यते अथवा सत्यम् इति तत्र किमपि इदानीं तत्र क्लेशः अस्ति, ये मम समीपे सन्ति ते एव यद् अहं वदामि तस्य शब्दज्ञानं प्राप्तुं प्राप्यन्ति इति कृत्वा तत्र तत्र किञ्चित् क्लेशः वर्तते, तत्र किमपि वक्तव्यम् इतोपि, नो चेत् आकाशः एकः एव इति कृत्वा किमर्थं सर्वैः न तन्न श्रुतम् इति प्रश्नः उदेति, तन्निर्वाहाय तस्य क्लेशस्य निर्वाहाय इदानीम् अग्रे वदतु तत्तच्छरीरभेदेन अन्यस्य न इति व्यवस्था निर्वाहाय तत्तच्छरीरभेदेन श्रोत्र इन्द्रियाणि अपि अनन्तानि सदनीयानि समाधानं कर्तुं व्यवस्था निर्वाहाय तत्तत् शरीरभेदेन श्रोत्र इन्द्रियाणि तद्रूपेण अपि श्रोत्र इन्द्रियाणि अनन्तानि बहुत्वं श्रोत्र इन्द्रियाणि अस्ति इति साधयितुं शक्यते साधनीयं भवति साधनीयानि तत्र तादृशनिर्वाहस्य आवश्यकता अस्ति अतः तत्र श्रोत्रेन्द्रिय बहूनि श्रोत्रेन्द्रियाणि सन्ति यद्यपि आकाशः एकः यद्यपि श्रोत्रेन्द्रियम् इत्युक्ते आकाशमेव तथापि बहूनि श्रोत्रेन्द्रियाणि सन्ति इति तादृशनिर्बन्धः अस्ति नो चेत् तत्र श्रोत्रेन्द्रियम् एक एव इति वदामश्चेत् यः शब्दः इदानीं मया उक्तः तत् सर्वैः श्रोतव्यं किन्तु तादृश अनुभवः नास्ति इति कृत्वा बहूनि श्रोत्रेन्द्रियाणि सन्ति इति साधनीयं भवति अतः सत्यम् अतः कर्णषष्कुले कर्णपुटं सर्वत्र विद्यमानस्य आकाशस्य अवच्छेदकं भेदकं भवति कर्णषष्कुले कर्णपुटं सर्वत्र विद्यमानस्य आकाशस्य अवच्छेदकम् अवच्छेदकम् इत्युक्ते भेदकम् अवच्छेदकं भेदः सो प्रतिपत्ति कर्णषष्कुले भेदः एव सर्वे अपि एकत्र आकाशरूपमिति कारणात् एकम् एकत्वम् इति वक्तुं न शक्यते कर्णषष्कुले भिन्नभिन्नः अस्ति इति हा समीचीनं आकाशस्य आकाशस्य वर्तमानं भेदः अस्ति इति कल्पयितुम् अवश्यं भवति. इत्युक्ते इदानीं श्रोत्रेन्द्रियम् इत्युक्ते किं? श्रोत्रेन्द्रियं तु आकाशः एव इति अस्माभिः अधीतं. किन्तु यः आकाशः विभुः अस्ति, यः आकाशः सर्वत्र वर्तते, तत् श्रोत्रेन्द्रियं नास्ति. किन्तु यः आकाशः मम, नो चेत् प्रत्येकं शरीरे, कर्णपुटे यः आकाशः वर्तते, तदेव श्रोत्रेन्द्रियम् इति स्वीकृतं. तावदेव सत्यं. इति कृत्वा मम श्रोत्रेन्द्रियं भवतः श्रोत्रेन्द्रियात् भिन्नः. यद्यपि श्रोत्रेन्द्रियम् आकाशः एव, अपि च आकाशः एकः एव, अपि च विभुः, तथापि श्रोत्रेन्द्रियम् इत्युक्ते किम् इति चेत्, यावदाकाशं भवतः कर्णपुटे अस्ति तावदेव श्रोत्रेन्द्रियम् इति स्वीकृतम्. अतः एव तत्र यत् शब्दं, यः शब्दः मया उक्तः, तत् भवता एव श्रुतं, न तु अन्यैः इति साधयितुं शक्यते. अवगच्छति किल? समीचीनं महोदय. इदानीं भानुचैतन्य महोदय, एषः एव तर्कः भवतः अवगमनमस्ति किल? महोदय, किञ्चित् पुनरपि अवलोकनं कृत्वा इति वा? अवच्छेदकं तु समीचीनमेव महोदय. हा, अत्र अत्र कः, कुत्र क्लेशः अस्ति? भवान् वदतु, यावत् अवगच्छति तावद् वदतु. तत्र किमपि समीकरणीयं चेत् अहं करोमि. आकाशं तु एकमेव, श्रोत्रेन्द्रियम् अपि आकाशः एव श्रोत्रम्, अतः एकः एव. किन्तु अनेकः किमर्थं चेत् अवच्छेदकं भवति, यथा घटाकाशः भिन्नः घटे घटे, तत्रापि मनुष्ये महोदय अपि तस्मात् पूर्वं तत्र एकं सोपानं त्यक्तं. भवता समीचीनतया उक्तम् आकाशः एकः, श्रोत्रेन्द्रियम् आकाशः एव इति, तावत्पर्यन्तं समीचीनं. तदनन्तरं किमर्थं तत्र निर्बन्धः अस्ति श्रोत्रेन्द्रियाणि बहूनि इति, किमर्थं वक्तव्यं? यद् मया श्रुतं तत् त्वया अपि भवतः अपि न श्रुतं. हा, इति निर्बन्धः अस्ति. यदि भिन्नभिन्नश्रोत्रेन्द्रियं न स्वीक्रियते तर्हि एकमेव श्रोत्रेन्द्रियं, सर्वेषाम् एकमेव श्रोत्रेन्द्रियम् अस्ति इति स्वीकरणेन कः क्लेशः भवति इति चेत्, यद् यः शब्दः मया श्रुतं तदेव शब्दः सर्वैः श्रोतव्यं भवति. किन्तु तादृश अनुभवः नास्ति. अनुभवं नास्ति इति कृत्वा तत्र क्लेशः अस्ति. अतः तत्र भिन्नभिन्नश्रोत्रेन्द्रियाणि सन्ति इति वक्तव्यं. तदेव तृतीयसोपानमस्ति. इदानीं भिन्नभिन्नश्रोत्रेन्द्रियाणि सन्ति इति कथं वा साधितम्? अनुभवज्ञानैः महोदय. न भिन्नभिन्नश्रोत्रेन्द्रियाणि तस्य आवश्यकं किम् इति अनुभवेन साधितं. किन्तु इदानीम् आकाशः एकः एव, अपि च श्रोत्रेन्द्रियम् आकाशरूपम् इति कृत्वा कथं वा भिन्नभिन्नश्रोत्रेन्द्रियाणि सन्ति इति भिन्नभिन्नश्रोत्रेन्द्रियं कथं वा साधितं? श्रोत्रेन्द्रियोः मध्ये भेदः कथं वा साधितम्? यदाकाशः मम कर्ण, हा समीचीनं, कर्णपुटे अस्ति, तद् द्वितीयकर्णपुटे नास्ति. हा, इति अस्ति. अतः श्रोत्रेन्द्रियम् इत्युक्ते किम् इति चेत्, श्रोत्रेन्द्रियम् इत्युक्ते आकाशः एव, किन्तु सर्वत्र यः आकाशः वर्तते तद् नास्ति, किन्तु मम कर्णपुटे यः आकाशः अस्ति तदेव श्रोत्रेन्द्रियं, तावदेव स्वीकर्तव्यम् इति अस्ति. अवगच्छति किल? अस्तु, अवगच्छामि. अस्तु महोदय, इदानीं भवानेव अग्रे पठतु. महोदय, कुत्र महोदय? तत् पृथिव्यादिभूतद्रव्य. आमामां, पृथिव्यादिभूतद्रव्याणि निरूप्य सम्प्रति कालं लक्ष्यति अतीतादीति, अतीतादिति वीति. हा, वदतु अत्र अस्मिन् वाक्ये किम् द्रव्यनिरूपणं भवति, पृथिवी, जल, तेजः, वायुः आदिति आकाशः अपि पञ्चद्रव्याणि निरूप्य उपरि यद् निरूपणम् अस्ति कालं लक्ष्यति लक्ष्य कालं लक्ष्यति कालम् इदानीं तत्र कति महोदय कति द्रव्याणि सन्ति पुनः एकवारं वदतु द्रव्याणां नाम. नवद्रव्याणि, नवद्रव्याणि पृथिवी, आप, तेज, वायु, आकाश, आत्मा, मन, ज्ञानं. न न ज्ञानं न ज्ञानं महोदय, आत्मा, मन, काल, दिक्. हा, किन्तु तत्र नैयायिकानां क्रमः अस्ति किल, पृथिवी, आप, तेज, वायु, आकाश, काल, दिक्, आत्म, मनांसि, नवद्रव्याणि. आत्म, मनांसि, आम्. हा, इति इदानीम् एतावत्पर्यन्तम् अस्माभिः किम् अधीतम् इति चेत् पृथिव्याः लक्षणं, जलस्य लक्षणं, तेजः लक्षणं, वायोः लक्षणम्, आकाशस्य लक्षणम् इति तावत्पर्यन्तम् अस्माभिः अधीतम्. इदानीं कालस्य अवसरः, कालस्य लक्षणं द्रष्टव्यं. तदेव इति तत्र अग्रिमवाक्यमस्ति किल, अतीतादिव्यवहारहेतुः कालः इति. आं महोदय, तस्य परामर्शः अत्र कृतः, अतीतादि इति. ओ, हा, तावदेव, अत्र किमपि नास्ति. इदानीम् इदानीं पञ्चद्रव्याणां लक्षणं अवगम्य इदानीम् अग्रे सरेम इति, कालम् इत्यस्मिन् द्रव्यस्य लक्षणविषये अस्माभिः आगतम् इति अस्ति. इदानीम् अग्रे पठतु भवानेव. अतीतादि दिव्य, अतीतादिव्यवहारहेतुः. क्षम्यतां महोदय, अतीतादिव्यवहारहेतुः कालः, तत् स च एकः, विभुः, नित्यश्च घटः अतीतः न सम्प्रति अस्ति, घटः वर्तते, घटः भविष्यति इत्यादि प्रयोगाः अस्माभिः क्रियन्ते. ते च न पूर्वोक्तैः द्रव्यैः वर्णयितुं शक्याः, अतः तादृशव्यवहारसम्पादकम् अतिरिक्तं द्रव्यमनुमीयते कालसंज्ञकम्. इदमेव च लक्षणवाक्ये उक्तम् अतीतादिव्यवहारहेतुः कालः इति. अतीत इति भूतकालमस्ति महोदय. समीचीनम्. सम्प्रति इति वर्तमानकाल, भविष्यति इति भविष्यत्कालः अस्ति. एतत् व्यवहारः महोदय सम्प्रति इति वर्तमानकालः नास्ति, वर्तमान वर्तमानकालः नास्ति, तत् घटः अतीतः न सम्प्रति अस्ति. घटः अतीतः इत्युक्ते घटः सम्प्रति नास्ति इति अर्थः. महोदय अहो अतीतः इत्युक्ते न सम्प्रति अस्ति. हा इत्यर्थः वर्तते इत्युक्ते वर्तमानकालः. अत्र पुस्तके यत्र यत्र ऐटलिक्स् दृश्यते तत्र सर्वत्र तस्मात् पूर्वं यदस्ति तदेव पुनः भिन्नरूपेण उक्तम् इति अवगन्तव्यम्. ओके अत्र पूर्वस्मिन् परिच्छेदे अपि यः परिच्छेदः बालसुब्रह्मण्यमहोदय पठितः तत्र पश्यतु अवच्छेदकं तदनन्तरं भेदकम् इति अस्ति. भेदकम् इति ऐटलिक्स् मध्ये दत्तं. भेदकम् इत्युक्ते किम्? अवच्छेदकम् एव. अवच्छेदकम् इत्यस्य पर्यायपदमस्ति भेदकम्. अवच्छेदकम् इति पारिभाषिकशब्दः अस्ति इति कृत्वा सर्वैः न अवगच्छते इति कृत्वा भेदकम् इति दत्तम्. एवमेव अतीतः इति पारिभाषिकशब्दः, तस्य अर्थः कः इति चेत् न सम्प्रति अस्ति इत्युक्ते घटः नास्ति इदानीम् इति अर्थः. अग्रे वदतु. घटः भविष्यति इत्यादि प्रयोगाः अस्माभिः क्रियन्ते. वयं सर्वे एतत्तु वदन्ति एव, उदाहरणार्थं वा नित्यजीवितं वा. ते न पूर्वोक्तैः द्रव्यैः वर्णयितुं शक्याः. पृथिवी यदस्ति तस्य लक्षणम् एतत् नास्ति इत्यादि. पञ्चद्रव्यं यदस्ति तेः एतत् लक्षणं नास्ति, अतः वर्णयितुम् अतीतः वर्तते इति वक्तुं न शक्यः. अतः तादृशव्यवहारसम्पादकम् अतिरिक्तं द्रव्यम् अनुमीयते कालसंज्ञकम्. अतः कथं वदनीयम् एतत् इदानीं वर्तते वा न सम्प्रति भविष्यति इति. अतः नूतनद्रव्यम् आनेतव्यं, तस्य नाम कालः. हा अपि च एतत् अनुमानः एव. एकनिमिषं, तत्र कालः इति भिन्नद्रव्यम् अस्ति इति इत्यस्मिन् विषये किं प्रमाणम्? अनुमानप्रमाणमेव. हा इति मुख्यवार्ता अस्ति. कालः इति अन्यतमं द्रव्यम् अस्ति इति कथं ज्ञायते इति चेत् अनुमानेन एव ज्ञायते. समीचीनम्. अग्रे आम् महोदय. महोदय हा मुरळी महोदय, तत्र एकं सन्देहमस्ति. घटः अतीतः, अतीतः इत्युक्ते घटः सम्प्रति नास्ति. आम् परन्तु तत्र घटः अतीतः न सम्प्रति अस्ति. सो न सम्प्रति अस्ति चेत् सम्प्रति नास्ति. आम् तदेव. तदेव आम्. धन्यवादः महोदय. इदमेव च लक्षणवाक्ये उक्तम्, अतीतादि व्यवहारहेतुः कालः. कालः यद्द्रव्यमस्ति तदुपयुज्य अतीतः न अतीतः इदानीम् अस्ति भविष्यत् रूपेण सम्भवितव्यम्. हा तत्र आदिपदेन किमुक्तम्? अतीतादि. महोदय अतीतः इति भूतकालं, वर्तमानकालमपि अस्ति, भविष्यत्कालमपि अस्ति. अतः त्रिषु समीचीनम्. अपि च हेतुः इति अनेन किं बुद्धं भवता? हेतुः इत्युक्ते कारणमेव महोदय. समीचीनं, तदेव. इदानीम् अतीतादि आसीत्, अस्ति, भवति, भविष्यति इति तादृशव्यवहारः केन कारणेन कर्तुं शक्यते इति चेत् तत्कारणमस्ति कालः इति. समीचीनम्. इदानीं विजया भगिनी अग्रे पठति वा? आं जि, आं जि. सङ्गृहे सङ्गृहे व्यवहारे इति पदघटितानि अष्टौ लक्षणानि सन्ति. एकत्र सम्यक् अवगमने सर्वत्र तयैव रीत्या चिन्तनं सुकरं. तत्र व्यवहारपदस्य ज्ञानजनकशब्दप्रयोगः इति अर्थः. तावत्पर्यन्तं जि. इतोपि अग्रिम इतोपि किञ्चिदेव अग्रे पठतु, अहं वदामि. यथा केनचित् उक्तं घटः अतीतः इति, तादृशभाषणं श्रुत्वा श्रोतुः अतीतघटविषयकं ज्ञानम् उत्तमं ज्ञानम् उत्पद्यते. अस्तु अस्तु. तत्र सङ्ग्रहे इत्युक्ते तर्कसङ्ग्रहग्रन्थः इति, तत्र व्यवहार इति पदघटितानि इति पदघटितानि अष्टौ लक्षणानि इत्युक्ते, तत्र पूर्वम् एव वयं दृष्टवन्तः असंयोगः इति, पृथक्त्वेन कालसङ्ख्या, एतत् सर्वं वयं पूर्वमेव दृष्टवन्तः. न अत्र अत्र तद् तद् नास्ति भगिनि. पुनः पठतु एकवारं वाक्यं. तत्र इति पदघटितानि अष्टौ लक्षणानि, अष्टौ लक्षणानि अहं न जानामि जि. अष्टलक्षणानि किम् इत्युक्ते, एकवारम् एकवारं वाक्यं पठतु, पुनः पठतु. तर्कसङ्ग्रहे व्यवहारे व्यवहार इत्युक्ते तत्र पारिभाषिकशब्दः इति. पदघटितानि पदम् इत्युक्ते युक्तं वा? आम्, पदघटितानि इत्युक्ते लक्षणवाक्ये व्यवहार इति पदं योजितमस्ति. वदतु. अष्टौ लक्षणानि सन्ति तत्र. तावदेव उक्तं, तत् किम् इति इदानीं मास्तु. सङ्ग्रहे, तर्कसङ्ग्रहे इति मूलपुस्तके व्यवहार इति पदघटितानि अष्टौ लक्षणानि सन्ति. यथा अतीत अतीतादिव्यवहारहेतुः कालः इति, तेषु अष्टसु अन्यतमः इति तावदेव उक्तं. तत्र अष्टौ लक्षणानि कानि इति इदानीं मास्तु, पूर्वमपि न उक्तम्. इदानीमेव प्रथमवारम् एतादृशलक्षणम् आगतम् अस्माकं पुरतः. हा, अग्रे. एकत्र सम्यक् अवगमने सर्वत्र तया एव रीत्या चिन्तनं सुकरं. तत्र सम्यक् अवगमने सर्वत्र तया एव रीत्या चिन्तनं सुकरम् इत्युक्ते, तावदेव तत्र किम् एतत् सम्यक् अवगमनं सर्वत्र किम् अस्ति इति चिन्तनं सुकरम् एव. न अस्मिन् वाक्ये कस्मिन् विषये उक्तं? अतीतानि काल इति, वर्तमान भविष्यत् काले इति, एतत् विषयं न वा? न अत्र व्यवहार इति पदमस्ति किल, तस्मिन् विषये एव चिन्तनम्. अस्मिन् परिच्छेदे व्यवहार इत्युक्ते किम् इति. व्यवहारपदस्य ज्ञानजनकशब्दप्रयोगं न तद् अग्रे आयास्यति अत्र अस्मिन् परिच्छेदे कस्मिन् विषये चिन्तनम् इति चेत् व्यवहार इति पदस्य विषये चिन्तनं तत्र अष्टौ लक्षणानि सन्ति किञ्चित् शृणोतु भगिनि व्यवहार इति पदं योजयित्वा अष्टौ लक्षणानि तर्कसङ्ग्रहे सन्ति इदानीं प्रथमवारं व्यवहार इति पदं योजयित्वा एकं लक्षणम् अस्माकं पुरतः आगतम् अस्मिन् सन्दर्भे व्यवहार इति पदस्य सम्यक्तया ज्ञानं भवति चेत् सर्वत्र एतदेव स्वीकृत्य अवगन्तुं शक्यते इति तावदेव उक्तमत्र अग्रे पठतु भगिनि इदानीं तत्र तत्र व्यवहारपदस्य ज्ञानजनकशब्दप्रयोगः इति अर्थः इत्युक्ते किम् व्यवहारपदस्य ज्ञानजनक ज्ञानं जनकम् इत्युक्ते उत्पत्तिः इति शब्दप्रयोगः तत्र न उक्तं वा न न भवत्याः अवगमनं किम् अत्र तत्र व्यवहारपदस्य व्यवहारपदस्य इत्युक्ते किम् पारिभाषिकशब्दः एव तत्र खलु हा व्यवहारः इति पदस्य व्यवहारः इत्युक्ते किम् इति चेत् ज्ञानजनकशब्दप्रयोगः एव व्यवहारः इति ज्ञानस्य जनकः ज्ञानजनक तस्य तादृशशब्दप्रयोगः इदानीं यादृशशब्दप्रयोगः मया क्रियते तेन भवत्याः आत्मनि ज्ञानम् उत्पद्यते तादृशशब्दप्रयोगः एव व्यवहारः इति पदेन उक्तः अस्ति व्यवहारः इत्युक्ते किं ज्ञानजनकशब्दप्रयोगः इति अग्रे पठतु भगिनि यथा केनचित् उक्तं घटक अतीतः इति तत्र अतीतः इत्युक्ते तत्र भूतकालविषये यथा केनचित् उक्तं घटः तत्र कालरूपद्रव्यविना ज्ञानं निष्पन्नं तत्र एतदेव खलु जि न न न न अत्र सामान्यविषयः भगिनि इदानीं कोऽपि भवती पृच्छति घटः अस्ति वा इति तत्र तस्य प्रत्युत्तरं कोऽपि दास्यति घटः नास्ति घटः अतीतः इत्युक्ते घटः नास्ति इति वदति अतीतः घटः नास्ति इति वदति चेत् तत्र अतीतः इत्युक्ते न सम्प्रति अस्ति इति दत्तमस्ति किल न सम्प्रति अस्ति इत्युक्ते नास्ति इति घटः नास्ति इति चिन्तयतु घटः अतीतः इत्युक्ते घटः निष्पन्नं तत्र इदानीं घटः नास्ति इति कोऽपि वदति चेत् तस्य अवगमनं भवति किल हा तदेव अत्र उक्तम् अत्र कालस्य विषयमिति तावत् चिन्तनं मास्तु तत्र सामान्यचिन्तनमस्ति केनचिद् उक्तं घटः अतीतः घटः नास्ति इति कोऽपि वदति तादृशभाषणं श्रुत्वा इत्युक्ते अहं वदामि घटः नास्ति विजया भगिनी अत्र घटः नास्ति इति अहं वदामि मम ध्वनिः श्रुत्वा भवत्याः मनसि श्रोतुः मनसि अतीतघटविषयकं ज्ञानम् उत्पद्यते घटः नास्ति इति ज्ञानं भवत्याः आत्मनि भवति किल आत्मनि भवति आत्मनि उत्पत्तिः एव भवति तत्र घटक अतीतः घटक नास्ति इति तावदेव अत्र उक्तम् अत्र किमपि नास्ति सामान्यविषयः यदा अहं घटः नास्ति इति वदामि तदा भवत्याः मनसि ज्ञानम् उत्पद्यते आत्मनि ज्ञानम् उत्पद्यते घटः नास्ति इति तावदेव अत्र उक्तं हा सामान्यभाषा अस्ति अत्र सामान्यविषयमेव तत्र अस्ति जि अस्तु समीचीनं धन्यवादः भगिनि इदानीं सीमा भगिनी अग्रे पठति वा आं महोदय अर्थात् घटनिष्ठविशेषतानिरूपकम् अतीतत्वनिष्ठप्रकारतानिरूपकं ज्ञानम् उत्पद्यते अतः तथाविप् ज्ञानं प्रति शब्दप्रयोगः कारणं तादृशश्च शब्दप्रयोगः कालाख्यं द्रव्यम् अस्वीकृत्य न कर्तुं शक्यः इत्थं प्रति कारणत्वम् एव कालस्य लक्षणम् इत्थञ्च तत्र चित्रं भवेत् अत्र घटः अतीतः तस्य न्यायभाषया निरूपणम् अस्ति घटे विशेषता अस्ति एवं ज्ञाने घटे विशेषता अस्ति घटनिष्ठविशेषतानिरूपकं ज्ञानम् अस्ति भगिनि तस्मात् पूर्वं किञ्चिदिव पुनस्मारणत्वेन अयं घटः इत्यस्मिन् तत्र भूतले घटः अस्ति इत्यस्मिन् ज्ञाने तत्र के सन्ति इति किञ्चिदिव वदति वा तत्र प्रकारता विशेष्यता संसर्गता इत्यादिकम् अस्माभिः अधीतं किल पूर्वम् आम् आम् अधीतमस्ति किन्तु एकवारं मनसि एकवारं क्षम्यतां किमिति भगिनि पुटसङ्ख्या 36 मध्ये अस्ति आमां भवत्याः स्मरणे अस्ति चेत् भवती एव वक्तुं शक्यते विजया भगिनी वदति वा तत्र भूतलनिष्ठ घटनिष्ठ विषयता अन्यत्र तयोः सम्बन्धः तयोः सम्बन्धेन तत्र तस्मिन्नेव ज्ञानं वर्तते तस्मिन्नेव संसर्गता वर्तते अत्र एव अस्ति ज्ञानं तथा एव भूतले भगिनी विजया भगिनी तत्र ततः मा पठतु स्वस्य शब्देन वदतु महोदय इदानीं वक्तुं शक्नोमि वदतु सीमा भगिनि भूतनिष्ठ अधिकरणता निरूपित घटनिष्ठ आधेयता तत् एकं वाक्यमस्ति अत्र यदि संसर्गस्य स्वीकरणं स्वीकृत्य वदामिश्चेत् अहं विस्मृतवती क्षम्यतां विजया भगिनी तत्र भवत्याः अवगमनमस्ति चेत् स्वस्याः शब्देन वदतु कृपया भूतलं विशेष्यता अस्ति विशेष्यता इत्युक्ते तत्र प्रकारता न न विशेष्यता इत्युक्ते प्रकारता नास्ति किल पूर्वं वयं दृष्टवन्तः खलु जि विषयता इत्युक्ते प्रकारता इति एतत् सर्वं पुटसङ्ख्याषट्त्रिंशत् त्रित्रिंशत् मध्ये वयं पूर्वमेव तत् सत्यं तत्र कुत्र वर्तते इति सत्यं किन्तु इदानीम् अस्माभिः तत्सर्वम् अधीतं किल अतः वयं पठितवन्तः खलु विषयता इत्युक्ते प्रकारता इति आमाम् इत्युक्ते किं भवती वदतु इदानीं ज्ञानमस्ति भूतले घटः अस्ति इति ज्ञानम् तत् अत्र घटे विशेष्यता अस्ति घटे विशेष्यता वा नो चेत् भूतले विशेष्यता वा? भूतले विशेष्यता अस्ति, भूतले विशेष्यता अस्ति. घटे विषयता अस्ति. नो, सर्वत्र विषयता एव अस्ति, किन्तु सा विषयता भूतले विद्यमानस्य विषयता विशेष्यता अस्ति, घटे विद्यमानविषयता प्रकारता अस्ति. अपि च संसर्गे अनयोः मध्ये यः सम्बन्धः अस्ति, इदानीं भूतलम् अपि च घटः अनयोः मध्ये कीदृशसम्बन्धः अस्ति? संयोगसम्बन्धः. हा, संयोगसम्बन्धे अपि विषयता अस्ति. विषयता इत्युक्ते किं? तत्र अस्माकं ज्ञानं त्रिषु स्थलेषु अपि वर्तते किल. इदानीं भूतले घटः अस्ति इति वस्तुस्थितिः. अस्माकं ज्ञानं ज्ञाने किं किम् अस्ति इति चेत् भूतलमस्ति इति अवगतं, घटः अस्ति इति अवगतम्, अनयोः मध्ये संयोगसम्बन्धः अस्ति इति अपि अस्माभिः अवगतं किल. अतः त्रिषु स्थलेषु अपि विषयता अस्ति. विषयाः ज्ञाने विषयतासम्बन्धेन वर्तते इति कृत्वा त्रिषु अपि विषयता अस्ति. इदानीं प्रत्येकं विषयतायाः भिन्नभिन्ननाम दत्तः, इत्युक्ते भूतलम् इति आधारम् इति कृत्वा तदेव विशेष्यं भवति. भूतले विद्यमानस्य विषयतायाः नाम अस्ति विशेष्यता, घटे विद्यमानस्य विषयतायाः नाम अस्ति प्रकारता, अपि च संयोगे विद्यमानस्य विषयतायाः नाम अस्ति संसर्गिता इति. इदानीं हा, इदानीं वदतु तत्र अर्थात् घटनिष्ठ पुनः एकवारं पठित्वा तस्य वाक्यस्य अर्थं वदतु. भवान् कां प्रति सीमा भगिनी भवती एव. अत्र घटे प्रकारता अस्ति, भूतले विशेषता अस्ति, अतः भूतलनिष्ठविशेषता निरूपित घटनिष्ठप्रकारता भवति. किन्तु संसर्गस्य तत् त्यजतु भगिनी, तत्र केवलं पुनस्मारणत्वेन मया किञ्चिदिव उक्तम्, इदानीं प्रकृतिविषये अनुसरामः. तत्र अर्थात् घटनिष्ठविशेषतानिरूपकमिति वाक्यमस्ति किल, तद् एकवारं पठित्वा तस्य अर्थं वदतु. ओके ओके, घटे अस्तु अस्तु. यथा भूतले घटः अस्ति इति वदामश्चेत् भूतले विशेषता अस्ति, घटे प्रकारता अस्ति, प्रकारता रूपविषयता अस्ति. अत्र घटे अत्र वाक्यं किम्? अत्र ज्ञानं किम्? ज्ञानमस्ति घट अतीतः. समीचीनं, घटः अतीतः इति ज्ञानमस्ति. सामान्यवस्तुस्थितिज्ञानं किमस्ति चेत् घटः अतीतः. इदानीं वदतु. अतः घटे विशेषता अस्ति, एवं ज्ञाने प्रकारता अस्ति, अतीतत्वे प्रकारता अस्ति. अतः घट निश्चविशेषता निरूपित अतीत्वनिष्ठप्रकारता इति ज्ञानस्य रूपम् अस्ति. अत्र किन्तु क्षम्यतां, मम सन्देहः अस्ति, अत्र प्रकारतानिरूपकज्ञानम् अस्ति, अत्र प्रकारता अतीतत्वं यत् अस्ति तत् ज्ञानं नास्ति महोदय, तदेव ज्ञानमस्ति. हा, इदानीं पश्यतु, अत्र घटः अतीतः इति सामान्यज्ञानमस्ति. इति तत्र विशेष्यता कुत्र वर्तते इति चेत् घटे वर्तते इति कृत्वा घटनिष्ठविशेष्यता निरूपक ज्ञानं कीदृशम् इति चेत् घटनिष्ठविशेष्यता निरूपकज्ञानम् अपि च अतीतत्वनिष्ठप्रकारतानिरूपकज्ञानम् इति अस्ति. निरूपकद्वयमस्ति ज्ञानस्य कृते, एकस्य एकमस्ति घटनिष्ठविशेषतानिरूपकज्ञानम्, एवं च अतितत्वप्रकारतानिरूपकज्ञानं. ज्ञानं तु एकमेव, ज्ञानं तु एकमेव, किन्तु तस्य निरूपकं भवति प्रकारता अपि च विशेष्यता. सा प्रकारता कुत्र वर्तते इति चेत् अतीतत्वे वर्तते. एवमेव विशेष्यता कुत्र वर्तते इति चेत् घटत्वे घटे वर्तते इति कृत्वा घटनिष्ठविशेष्यता निरूपकम् अतीतत्वनिष्ठप्रकारता निरूपकं ज्ञानम् उत्पद्यते. प्रकारता विशेषणस्य कृते विशेषणस्य कृते अत्र अतीतघटः अस्ति, अतः अतीतत्वं घटस्य विशेषणम् अस्ति, घटः विशेष्य अस्ति, अतः घटनिष्ठविशेषता निरूपकज्ञानम्, एवं च अतीतत्वप्रकारता निरूपकज्ञानम्. अस्तु, समीचीनम्. अग्रे महोदय, महोदय अतीत चेत् घटं नास्ति, घटस्य अभावः तत्र चर्चस्य विशेषः विषयः. हा, तदनन्तरम् आयास्यति. इदानीं ज्ञानं किं? घटः अतीतः इति, तदेव ज्ञानम्. इदानीं नास्ति घटः इति विशेष्यं, घटः तत्र घटः अतीतः इत्युक्ते घटं नास्ति इति अर्थः. इदानीं विशेष्यः कः इति चेत्, यथा नीलोघटः इति वदामश्चेत् तत्र वदामश्चेत् तत्र घटः विशेष्यम् अस्ति, नीलरूपं विशेषणं भवति. तदा घटः इति विशेष्यम् अस्ति, अतीतः इति विशेषणं भवति, विशेषणे अतीतः इति विशेषणे अतीतत्वम् इति धर्मः अस्ति. तेन धर्मेण प्रकारता अवच्छिन्ना अस्ति, क्षम्यतां, तत्र तेन धर्मे तस्मिन् धर्मे प्रकारता अस्ति इति कृत्वा अतीतत्वनिष्ठप्रकारतानिरूपकं घटनिष्ठविशेष्यतानिरूपकं ज्ञानम् अस्ति घटः अतीतः इति ज्ञानम्. तावदेव अस्ति. इदानीं तस्मादनन्तरम् इदानीम् अभावः कुत्र वर्तते इति तादृशचिन्तनं भवति चेत् घटः कुत्र नास्ति इति चिन्तने सति तत्र स्वरूपसम्बन्धः इति एतत् सर्वं वक्तव्यमस्ति. किन्तु इदानीम् अत्र नास्ति. इदानीं विषयः कः? ज्ञानम्. यदा अहं घटः अतीतः इति वदामि तदा भवते घटः नास्ति इति ज्ञानम् उत्पद्यते किल? आम् आं महोदय. हा, तदेव अत्र विषयः. यतः यतः घटः अतीतः अहं शृणोमि, तत्र घटः नास्ति इति ज्ञानम् उत्पद्यते. आम्, तदेव तदेव. महोदय, अहं सरला अस्मि. महोदय वर्गे उक्तवान् घट अतीत इति शब्दे घट अस्ति विशेषम्, अतीत अस्ति विशेषणवाचकशब्द, तस्मिन् अस्ति विशेषणम् अतीतम् इति. यदि अस्ति अतीतं विशेषणे अस्ति प्रकारता, विशेष अस्ति विशेषता. यथा घट भूतलं घटवत्, तत्र भूतलम् अस्ति विशेषम्, अत्र घट अस्ति विशेष्य, तस्मिन् अस्ति विशेषता. अतीतं भवति विशेषणं, यथा घटे प्रकारता अस्ति तथैव अत्र अतीत्वे प्रकारता अस्ति इति अहं चिन्तयामि. ते गच्छन्ति समीचीनम्. आम् यद् यद्भवत्या उक्तं तत् समीचीनमेव, किन्तु इदानीं सर्वेषाम् इतोपि भ्रमः जायते इति कृत्वा तत्र विशेषणवाचकपदम् इति एतत् सर्वं मया न उक्तम्। अस्तु, हा, तत्र यत् यद्भवत्या उक्तं तत् सत्यमेव। इदानीम् अतीतः इति विशेषणं, किन्तु विशेषणम् इत्युक्ते विशेषणं साक्षात् विशेषणं नास्ति, किन्तु विशेषणवाचकपदमस्ति। अतीतः इत्युक्ते घटमेव, यथा उन्नतः वृक्षः इति करपत्रम् अस्माभिः अधीतं किल पूर्वम्। उन्नतः इत्युक्ते किं? वृक्षः एव इति कृत्वा उन्नत, तत्र उन्नतः वृक्षः अपि च नीलोघटः, अनयोः मध्ये भेदः वर्तते। नीलोघटः इत्यत्र नीलरूपं यदस्ति तद्विशेषणं, साक्षात् विशेषणमस्ति। नीलमित्युक्ते घटः नास्ति, नीलः भिन्नः। तत्र नीलवृक्षः अपि भवितुमर्हति, नीलभूतलम् अपि भवितुमर्हति, नीलनभः अपि भवितुमर्हति इति कृत्वा नीलमित्युक्ते भिन्नः गुणः अस्ति तत्। घटः इति द्रव्यमस्ति, अतः नीलोघटः इत्यत्र नीलम् इत्यनेन विशेषणं साक्षात् उक्तं। किन्तु उन्नतः वृक्षः इति वदामश्चेत् उन्नतः इत्युक्ते किं? वृक्षः एव, किन्तु विशेषणत्वेन उक्तम् अत्र इति कृत्वा उन्नतः इति पदं विशेषणवाचकपदमस्ति। तस्मिन् विद्यमानः धर्मः औन्नत्यम् इति विशेषणं भवति। एवमेव अत्र अतीतः घटः अतीतः, अतीतः इति पदेन किम् उक्तम् इति चेत् घटः एव उक्तम् इति कृत्वा अतीतः इति पदं विशेषणवाचकपदमस्ति। तस्मिन् विद्यमानः धर्मः अतीतत्वं विशेषणं भवति। प्रकारता कुत्र वर्तते इति चेत् अतीतत्वे वर्तते। प्रकारता तु सर्वत्र विशेषणे एव भवति, न तु विशेषणवाचकपदे। इत्यतः प्रकारता अतीतत्वे वर्तते, अपि च विषयता कुत्र वर्तते? साक्षात् घटे वर्तते। अतः घटनिष्ठविशेष्यतानिरूपकम् अतीतत्वनिरूप अतीतत्वनिष्ठप्रकारतानिरूपकं ज्ञानम्। अग्रे धन्यवादः। तत्र भावः एव खलु जि, अतीतत्वं तत्र भावः एव सत्यं। तत्र किमर्थं भावः स्वीकरणीयः इति चेत् तदेव तत्र सरला भगिन्या उक्तं किमर्थं भावः स्वीकरणीयः। किन्तु इदानीं तत्र घटः घटः घटे विशेष्यता अस्ति इति स्वीकृतं, किन्तु अतीते प्रकारता अस्ति इति न स्वीकृतं। किमर्थम् इत्युक्ते अतीतः इति पदं विशेषणवाचकपदमस्ति, न तु साक्षात् विशेषणम् इति कृत्वा अतीतत्वे प्रकारता अस्ति इति स्वीकृतम्। अस्तु, हा, अग्रे वदतु भगिनि, सीमा भगिनि। अतः तथाविध ज्ञानं प्रति शब्दप्रयोगः कारणम्। अत्र यत् ज्ञानं वयं दृष्टवन्तः, यत् ज्ञानम् उत्पद्यते तस्य कारणमस्ति शब्दप्रयोगः। कोऽपि वदति तस्य शब्दप्रयोगेन ज्ञानं भवति। तादृशशब्दप्रयोगः कालाख्यं द्रव्यम् अस्वीकृत्य न कर्तुं शक्यः। अतः अत्र यद् अतीतघटः सः शब्दप्रयोगे प्रयोगेन यद् ज्ञानम् उत्पद्यते तद् ज्ञानम् अतीतशब्दस्य प्रयोगस्य प्रयोगं विना न उत्पद्यते। अतः अत्र कालाख्यं द्रव्यम् अस्वीकरणीयं भवति। तं विना अतीतशब्दस्य ज्ञानं न उद्भवति। अतः कालः द्रव्यः अस्ति इति नैयायिकैः स्वीकृतः अस्ति। एवं च कालम् एव सम्प्रति कारणत्वम् एव कालस्य अस्तु अतीतादि ज्ञानस्य प्रति कारणत्वं यत् अस्ति तदेव कालस्य लक्षणमस्ति. अत्र भगिनि एकनिमिषम् अत्र इतोपि किञ्चिदिव सरलरीत्या वक्तुं शक्यते. प्रथमं वदतु तदा सामान्य अवगमनं भवति चेत् तदनन्तरं नैयायिकानां मतानुसारं कथं वक्तव्यम् इति अवगमनं भवति. इदानीं तत्र कार्यकारणभावद्वयमस्ति. तस्य सामान्यतया वदति वा सरल वाक्येन वदति वा किं कस्य कारणम् इति. अत्र अतीतघटः सः शब्दप्रयोगः अस्ति. शब्दप्रयोगः ज्ञानस्य प्रति कारणमस्ति. ज्ञानं कार्यं ज्ञानं कार्यम् अतीतः घटः इति शब्दप्रयोगः कारणम् अस्ति इति एकं. द्वितीयं द्वितीयमस्ति अतीतः अतीतशब्देन यः ज्ञानं यत् ज्ञानम् उत्पद्यते तत् ओ ओ क्षम्यतां न ना, नास्ति ओके ओके ओके ओके मम भ्रमः जातः. ओके अतीतः यः शब्दप्रयोगः अस्ति सः प्रयोगः इदानीं कार्यमस्ति तस्य कारणमस्ति कालाख्यं द्रव्यम् हा इति तादृशं प्रथमम् उक्त्वा तदनन्तरं नैयायिकानां मतानुसारं वदामश्चेत् इतोपि सरलतया अवगमनं भवति. अतः सर्वे शृण्वन्तु अत्र कार्यकारणभावद्वयमस्ति. प्रथमं कार्यमस्ति ज्ञानं तस्य कारणमस्ति घटः अतीतः इति शब्दप्रयोगः इति एकं. यदा अहं घटः अतीतः घटः नास्ति इति वदामि भवते ज्ञानम् उत्पद्यते इत्यतः शब्दप्रयोगः कारणमस्ति ज्ञानं कार्यमस्ति. इदानीं तादृशशब्दप्रयोगः कथं वा मया कर्तुं शक्यते इति चेत् शब्दप्रयोगः कार्यं भवति तस्य कारणं भवति कालः. इत्युक्ते कालः इति द्रव्यं विना अन्यतमद्रव्यं विना घटः अतीतः घटः वर्तते घटः भविष्यति इति तादृशशब्दप्रयोगः मया न कर्तुं शक्यते. इदानीं कालः इति भिन्नद्रव्यमेव नास्ति इति चिन्तयतु. तादृशचिन्तनं न कर्तुमपि शक्यते. कालः इति द्रव्यमेव नास्ति इति चेत् कथं वा घटः अतीतः घटः वर्तते घटः भविष्यति इति तादृशशब्दप्रयोगः कथं वा कर्तुं शक्यते इत्यतः कालः इति द्रव्यम् अन्यतमद्रव्यं नवद्रव्येषु अन्यतमद्रव्यम् अस्ति इति अङ्गीकर्तव्यमस्ति. अतः कालः भवति कारणं कस्य शब्दप्रयोगस्य. शब्दप्रयोगः इति कार्यस्य कालः भवति कारणं. पुनः शब्दप्रयोगः कारणं भवति कस्य कार्यस्य इति चेत् ज्ञानस्य कार्यं कारणं भवति इति अस्ति. तदेव अत्र उक्तम्. अतः तथाविधज्ञानं प्रति शब्दप्रयोगः कारणम् अपि च तादृशशब्दप्रयोगः कालाख्यं द्रव्यम् अस्वीकृत्य यदि कालः इति अन्यतमद्रव्यमस्ति इति न स्वीकुर्मः चेत् तदा न कर्तुं शक्यः न तादृशशब्दप्रयोगः एव न कर्तुं शक्यः इति कृत्वा तं प्रति तम् इत्युक्ते शब्दप्रयोगं प्रति कारणत्वं कारणं भवति कालः इति तदेव कालस्य लक्षणं भवति. अतीतादि व्यवहारहेतुः कालः. इदानीं तत्र घटः अतीतः घटः वर्तते घटः भविष्यति इति तादृश व्यवहारः शब्दप्रयोगः कथं कर्तुं शक्यते इति चेत् कालः इति अन्यतमद्रव्यम् अस्ति इति स्वीकृतम् अनेन एव तादृशशब्दप्रयोगः कर्तुं शक्यते इति अस्ति. तत्र घटः अतीतः इति प्रथमं ज्ञानम् उत्पद्यते खलु. प्रथमम् इत्युक्ते कस्य अपेक्षया प्रथमं घटः अतीतः इति ज्ञानम् उत्पद्यते प्रथमं ज्ञानम् उत्पद्यते प्रथमम् इति किमर्थम् एकनिमिषं भगिनि एकनिमिषं प्रथमम् इति मम मनसि घटः अतीतः इति ज्ञानम् उत्पद्यते केन तत्र तस्य कारणं किं तत्र ज्ञानस्य कारणं किं कालः एव नास्ति. इदानीम् अहं भवतीं वदामि घटः अतीतः घटः नास्ति इति वदनेन एव भवत्याः आत्मनि घटः अतीतः इति ज्ञानम् उत्पादितम् अस्ति इति कृत्वा मम शब्दप्रयोगः एव भवत्याः ज्ञानस्य कारणं भवति इति एकम्. इदानीं हा अहं घटः नास्ति इति यदा अहं वदामि तदा एव भवत्याः मनसि आत्मनि घटः नास्ति इति ज्ञानम् उत्पद्यते इति कृत्वा मम शब्दप्रयोगः एव भवत्याः ज्ञानस्य कारणम् इति एकम्. इदानीं कथं वा अहं तादृशशब्दप्रयोगः कर्तुं शक्यते मया तत्र घटः नास्ति घटः अतीतः इति तादृशशब्दप्रयोगः प्रयोगस्य कारणं किम् इति चेत् कालः. यदि कालः इति अन्यतमद्रव्यः द्रव्यं नास्ति तथा तादृशशब्दप्रयोगः एव मया न कर्तुं शक्यते किल. एतत् विषये ज्ञानं कार्यम् इति भवता उक्तं खलु जि. आम् तदेव वदन् अस्मि किमिति ज्ञानं कार्यमिति भवता उक्तं खलु जि तत्र. आम् अनन्तरं कालः एव कालस्य कालम् इति शब्दप्रयोगेन एव कारणं भवति ज्ञानमेव कार्यं तत्र. न एकनिमिषं तत्र सोपानद्वयमस्ति कालं कारणं कार्यमस्ति शब्दप्रयोगः पुनः शब्दप्रयोगः कारणं कार्यमस्ति ज्ञानम्. कालं विना कालम् इति द्रव्यं विना कालः इति द्रव्यं विना घटः अतीतः घटः वर्तते घटः भविष्यति इति तादृशशब्दप्रयोगः मया कर्तुं शक्यते वा न शक्यम्. हा इति कृत्वा तादृशशब्दप्रयोगस्य प्रयोगं प्रति कालः कारणं भवति. इदानीं यदि तादृशशब्दप्रयोगः मया न क्रियते तदा भवत्याः आत्मनि अपि ज्ञानं न उत्पद्यते किल. इति कृत्वा तत्र सोपानद्वयं वर्तते शब्दप्रयोगं प्रति कालः कारणं ज्ञानं प्रति शब्दप्रयोगः कारणम्. इदानीं ज्ञानं कुत्र वर्तते भवत्याः आत्मनि उत्पद्यते शब्दप्रयोगः केन कृतः मया कृतः. अहं शब्दप्रयोगं करोमि भवत्याः आत्मनि ज्ञानम् उत्पद्यते तादृशशब्दप्रयोगः मया केन क्रियते इति चेत् कालं कालः इति द्रव्यमस्ति इति कृत्वा एव तादृशशब्दप्रयोगः मया कर्तुं शक्यते इति अस्ति वार्ता. सम्यक् अस्ति धन्यवादः. महोदय कालः इति कारणम् इति चेत् सप्तप्रयोगः कार्यं समीचीनं. सप्तप्रयोगः कारणं चेत् ज्ञानं कार्यं तदेव. आम् तत्रैव महोदय इति तदेव अत्र चित्ररूपेणापि दर्शितमस्ति. इदानीं घटनिष्ठविशेष्यतानिरूपक अतीतत्वप्रकारतानिरूपकज्ञानं, ज्ञाने कार्यता अस्ति. सर्वे चित्रं पश्यन्तु, ज्ञाने कार्यता अस्ति इत्युक्ते ज्ञानं कार्यम् इत्यतः ज्ञाने कार्यता अस्ति. तस्य कार्यतायाः निरूपण निरूपकः कः भवति? कारणता भवति. कारणता कुत्र वर्तते? शब्दप्रयोगे वर्तते इति एकं. तदनन्तरं शब्दप्रयोगः पुनः कार्यमस्ति, अतः शब्दप्रयोगे कार्यता अस्ति. सा कार्यता केन निरूपिता इति चेत् कारणता कारणतया निरूप्यते. कारणता कुत्र वर्तते? काले वर्तते इति कृत्वा अन्ततो गत्वा कालः अन्ततो गत्वा कालः ज्ञानं प्रति कारणं भवति. साक्षात् नास्ति, परम्परारूपेण कालः शब्दप्रयोगस्य कारणं भवति, शब्दप्रयोगः ज्ञानं प्रति कारणं भवति इत्यतः कालः अन्ततो गत्वा ज्ञानं प्रति कारणं भवति इति अस्ति. महोदय, अत्र यः शरः ज्ञानात् कार्यता प्रति गच्छति तस्य दिशि किञ्चित् विपरीता अस्ति, विपरीतदिशि सः शरः अस्ति ज्ञाने कार्यता नास्ति. किमर्थमित्युक्ते कार्यता कुत्र वर्तते? शरः किं सूचयति इति चेत् तत्र आधेयः कः, आधारः कः? किन्तु शब्दप्रयोगे यः कार्यता वर्तते तस्य शरः उपरि गच्छति, यतोहि निष्ठ वयं वदामः ज्ञाननिष्ठकारिता निरूपितकारणतावान् शब्दप्रयोगः. आमामां सत्यं सत्यं, तत्र शब्दप्रयोगे तत्र कार्यता, तत्र शरः प्रायः विपरीत रीत्या भवेत्. किमर्थमित्युक्ते कार्यता शब्दप्रयोगे अस्ति इति कृत्वा. किन्तु वदने वयम् एवं वदामः ज्ञाननिष्ठकार्यता निरूपितकारणतावान् शब्दप्रयोगः. यदा विपरीतदिशि गच्छामः तर्हि शब्दप्रयोगस्य शब्दप्रयोगात् यः शरः कारणता प्रति गच्छति तदपि विपरीतदिशि भवेत्. अस्तु, इदानीं भवती भवती निरूपयतु, तत्र सर्वेषाम् अवगमनं भवति. इदानीं कालः निरूपयतु ज्ञानमारभ्य. ओके, ज्ञानमारभ्य अस्तु. ज्ञाननिष्ठकारिता निरूपितकारणतावान् यः शब्दप्रयोगः सः तस्मिन् निष्ठकारिता निरूपितकारणतावान् कालः. कारणताश्रयः कारणतावान् कालः इति अस्ति. इदानीं ज्ञानं कीदृशमस्ति तदपि योजयतु वाक्ये. कालनिष्ठकारणता निरूपण न इदानीमपि कालः एव निरूपयति, किन्तु तत्र ज्ञानस्यापि निरूपणं कृत्वा. आम् आम् अस्तु अस्तु. घट निष्ठविशेषतानिरूपक एवम् अतीतत्वप्रनिष्ठप्रकारतानिरूपकज्ञाननिष्ठकारितानिरूपितकारणतावान् यः शब्दप्रयोगः तस्मिन् निष्ठकारिता निरूपितकारणतावान् कालः इति अस्ति. इदानीं तादृशम् अस्ति चेत् तत्र शरे किमपि क्लेशः अस्ति वा? मम मनसि यः शरः ज्ञानात् गच्छति सः उपरि गन्तव्यः भावविषये सर्वदा शरः उपरि एव गच्छति. भावविषये मधुप् विषये सर्वदा अधः गच्छति खलु. सत्यं किन्तु तत्र यदा इदानीं पश्यतु तत्र कारणता इति अस्ति किल तत्र शब्दप्रयोगः कारणता तत्र शरः अधो एव आगच्छति किमर्थम् एतादृशं दत्तम् इति चेत् तत्र कालः निरूपणीयः कालः अनुमानेन एव ज्ञायते तत्र अनुमानं कीदृशम् इति चेत् यदा भवत्याः आत्मनि ज्ञानम् उत्पद्यते तदा एव तस्मिन् द्वारेण तेन हेतुना तत्र कालः इति अन्यतमः द्रव्यम् अस्ति अन्यतमद्रव्यम् अस्ति इति अनुमानं कृतम् इत्यतः तत्र ज्ञानात् आरभ्य कालः निरूपणीयः भवति अतः एव घटनिष्ठविशेष्यतानिरूपक अतीतत्वनिष्ठप्रकारतानिरूपक ज्ञाननिष्ठकार्यता निरूपितकारणताश्रय शब्दप्रयोगनिष्ठकार्यतानिरूपितकारणता आश्रयः कालः इति कालस्य निरूपणं भवति नैयायिकानां मतानुसारं तत्र ज्ञानात् ज्ञाननिष्ठकार्यता इति वदामश्चेत् तत्र उपरि अपि गन्तुं शक्यते आं भगिनि सीमा भगिनि तत्र विपरीतरीत्या भवेत् किमर्थम् इत्युक्ते अस्माकं लक्ष्यं तु कालः इति कृत्वा सरला भगिनी भवत्याः चिन्तनं भिन्नमस्ति वा न महोदय ज्ञानं मनसि आगच्छति तथैव तस्मात् वयं जानीमः काल इति कालशब्दप्रयोगेन भवति तत् अतैव क्षर समीचीनं दत्तमस्ति अत्र इत्युक्ते शरः यदा दत्तं तत् समीचीनम् इति भवती वदति वा आमां महोदय भवान् हा हा कार्यता ज्ञाने अस्ति इति कृत्वा तत्र शरः अधोभागे दत्तमस्ति किन्तु इदानीं ज्ञानात् तत्र ज्ञाननिष्ठकार्यतानिरूपितकारणता आश्रयः शब्दप्रयोगः शब्दप्रयोगनिष्ठकार्यता पुनः तत्र पश्यतु सरला भगिनी शब्दप्रयोगनिष्ठकार्यता इत्यत्र वयम् उपरि पुनः गच्छामः किल आमां शब्दप्रयोगे द्वे अस्ति कारणता अपि अस्ति कार्यता अपि अस्ति आम् किन्तु इदानीं कार्यता यद्यपि ज्ञानप्रयोग शब्दप्रयोगे अस्ति किन्तानीं किन्तु शब्दप्रयोगात् एव उपरि गच्छति शरः आम् इति कृत्वा अहमपि चिन्तयामि इदानीं तत्र यः कार्यता ज्ञानस्य उपरि या कार्यता ज्ञानस्य उपरि दत्तमस्ति तत्र शरः उपरिष्टात् गन्तव्यम् इति किमर्थमिति अस्माकं लक्ष्यमस्ति कालः अतः ज्ञानात् आरभ्य कालः निरूपणीयः इति कृत्वा घटनिष्ठविशेषितानिरूपक अतीतत्वनिष्ठप्रकारतानिरूपक ज्ञाननिष्ठकार्यता इति तत्र उपरि गन्तव्यं ज्ञाननिष्ठकार्यतानिरूपितकारणता आश्रय शब्दप्रयोगनिष्ठकार्यतानिरूपितकारणता आश्रयः कालः इति कालस्य निरूपणं कृतम् समीचीनम् अत्र स्थगयामः समयः जातः इति कृत्वा मम प्रार्थना अस्ति तत्र चिन्तनवर्गे ये आगच्छन्ति ते पुनः तत्र यथा विजया भगिन्या उक्तं तत्र षड् पञ्चत्रिंशत् चतुस्त्रिंशत्तमपुटे तत्र विषयता विशेष्यता संसर्गिता प्रकारता इति एतत् सर्वं अधीतं तस्य पुनस्मारणं कृत्वा आगच्छन्ति चेत् तत्र इतोपि अर्थबोधः जायते इति कृपया तद् तदेव गृहपाठरूपेण अहं सर्वैः क्रियताम् इति अहं प्रेषयिष्यामि अस्तु क्षम्यताम् हा हा भवतु भवतु, तत्र एतादृशं भवति. अस्तु अत्र स्थगयामः वा? कस्यापि सन्देहः वर्तते वा? धन्यवादः. अस्तु भगिनि, धन्यवादः. धन्यवादः, शुभदिनं, नमस्कारः. धन्यवादः. जानकी भगिनि, आगमनं कथमासीत्? किं किं महोदय? भवत्याः अवगमनं कथमासीत् इति अस्मिन् वर्गे?